पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 54 युधिष्ठिर उवाच श्रावणस्य सिते पक्षे किं नामैकादशी भवेद् तन्नः कथय गोविन्द वासुदेव नमोऽस्तु ते श्रीकृष्ण उवाच शृणुराजन् प्रवक्ष्यामि आख्यानं पापनाशनं यत्प्रोक्तं ब्रह्मणा पूर्वं पृच्छते नारदाय वै नारद उवाच भगवन् श्रोतुमिच्छामि त्वत्तोऽहं कमलासन श्रावणस्यासिदे पक्षे किं नामैकादशी भवेद् को देव को विधिस्तस्याः किं पुण्यं कथय प्रभो इति तस्य वच श्रुत्वा ब्रह्मा वचनमब्रवीत् ब्रह्मोवाच शृणु नारद ते वच्मि लोकानां हितकाम्यया श्रावणैकादशी कृष्णा कामिका नाम नामदः अस्या श्रवणमात्रेण वाजपेयफलं लभेद अस्यां यजति देवेशं शङ्खचक्रगदाधरम् श्रीधराख्यं हरिं विष्णुं माधवं मधुसूदनं पूजये ध्यायदेयो वै तस्य पुण्यफलं शृणु न गङ्गायां न काश्यां च नैमिषे न च पुष्करे तद्फलं समवाप्नोति यत्फलं कृष्णपूजनाद गोदावर्यां गुरौ सिंहे व्यदीपादे च दण्डके यत्फलं समवाप्नोति तत्फलं कृष्णपूजनाद ससागरवनोपेदां यो ददाति वसुन्धरां कामिकां व्रतकारी च ह्युभौ समफलौ स्मृतौ प्रसूयमानां यो धेनुं दद्यात् सोपस्करां नरः तद्फलं समवाप्नोति कामिकां व्रतकारकः श्रावणे श्रीधरं देवं पूजयेद्यो नरोत्तमः तेनैव पूजिता देवा गन्धर्वोरगपन्नगाः तस्मात् सर्वप्रयत्नेन कामिकादिवसे हरिः पूजनीयो यथा शक्ति मानुषै पापभीरुभिः ये संसारार्णवे मग्नाः पापपङ्कसमाकुले तेषामुद्धरणार्थाय कामिका व्रतमुत्तमम् नाथ परतरा काचित् पवित्रा पापहारिणी एवं नारद जानीहि स्वयमाह परोहरिः अध्यात्मविद्या निरतायर्यत्फलं प्राप्यते नरैः तदो बहुतरं विद्धि कामिका व्रतसेविनां रात्रौ जागरणं कृत्वा कामिका व्रतकृन्नरः न पश्यति यमं रौद्रं नैव गच्छति दुर्गतिं न पश्यति कुयोनिं च कामिका व्रतसेवनाद कामिकाया व्रते चीर्णे कैवल्यं योगिनो गदाः तस्मात् सर्वप्रयत्नेन कर्तव्या नियदात्मभिः तुलसीप्रभवैपत्रैः यो नरः पूजयेद्धरिं न लिप्यते स पापेन पद्मपत्रमिवाम्भसा सुवर्णभारमेकं तु रचतं च चतुर्गुणं तद्फलं समवाप्नोति तुलसीदलपूजनाद रत्नमौक्तिकवैडूर्यप्रवालादिभिरर्चितः न तुष्यति तथा विष्णुस्तुलसीदलतो यथा तुलसी मञ्जरीभिश्च पूजितो येन केशवः या दृष्टा निखिलाकसंखशमनी स्पृष्टा वपुः पावनी रोगाणामपि वन्दितानि रसिनी सिक्तान्तकत्रासिनी प्रत्यासक्तिविधायिनी भगवदकृष्णस्य संरोपिता न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः दीपं ददाति यो मर्त्यो दिवारात्रं हरेर्दिने तस्य पुण्यस्य सङ्ख्यादुं चित्रगुप्तो न वेत्यलं कृष्णाग्रे दीपको यस्य ज्वलत्येकादशी दिने पितरस्तस्य तृप्यन्ति अमृतेन दिविस्थिताः कृतेन दीपं प्रज्वाल्य तिलतैलेन वा पुनः प्रयाति सूर्यलोकं च दीपकोटिशदार्चितः अयं तवाग्रे कथितः कामिका महिमा मया अधो नरैः प्रकर्तव्या सर्वपादकहारिणी ब्रह्महत्यापहरणी भ्रूणहत्या विनाशिनी वैष्णवस्थानदात्री च महापुण्यफलप्रदा श्रुत्वा माहात्म्यमेधस्य नरश्रद्धासमन्वितः विष्णु लोकमवाप्नोति सर्वपापैः प्रमुच्यते इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे श्रावण कृष्णैकादशी नाम चतुष्पञ्चाशत्तमोऽध्यायः ॐ